पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 52 व्यास उवाच भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ओष्ठावलोमकौ स्पृष्ट्वा वासो विपरीथाय च रेदोमूत्र पुरीषाणामुत्सर्गे नृदभाषणे ष्ठीवित्त्वाध्ययनारम्भे कासश्वासागमे तथा चत्वरं वा श्मशानं वा समाक्रम्य द्विजोत्तमः सन्ध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत् पुनः चण्डालम्लेशसम्भाषे स्त्रीशूद्रोच्छिष्टभाषणे उच्छिष्टं पुरुषं दृष्ट्वा भोज्यं चापि तथाविधम् आचामे दश्रुपादेवा लोहितस्य तथैव च भोजने सन्ध्ययो स्नात्वा पीत्वा मूत्रपुरीषयोः आगदो वाच मे सुप्त्वा सकृत् सकृदथान्यतः अग्नेर्गवामधालम्भे स्पृष्ट्वा प्रयतमेव वा स्त्रीणामधात्मनस्पर्शे नीलद्यं वा परिधाय च उपस्पृशे जलं वार्तं तृणं वा भूमिमेव च केशानां चात्मनस्पर्शे वाससस्खलितस्य च अनुष्णाभिरकेशाभिरदुष्टाभिश्च धर्मतः शौचेप्सु सर्वदा चामे दासीनः प्रागुदङ्मुखः शिरप्रावृत्य कण्ठं वा मुक्तकेशशिखोऽपि वा अकृत्वा पादयोशौचं मार्गदो न शुचिर्भवेद् सोपानकोपानस्थो वा नोष्णीषी चाचमेद्बुधः न चैव वर्षधाराभिर्न तिष्ठन्नुद्धृतोदकैः नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः न पादुकासनस्थो वा बहिर्जानुरथापि वा न जल्पन्न हसन् प्रेषन् शयानस्तल्प एव च नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा शूद्रा शुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च न चैवाङ्गुलिभिः शब्दं न कुर्यान्नान्यमानसः न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः न पाणिक्षुभिताभिर्वा न बहिर्गन्ध एव वा हृद्गाभिपूयते विप्रकण्ठ्याभिः क्षत्रियशुचिः प्राशिताभिस्तदा वैश्यस्त्रीशूद्रौ स्पर्शतोऽन्ततः अङ्गुष्ठमूलान्तरदो रेखायां ब्राह्ममुच्यते अन्तराङ्गुष्ठदेशिन्यैः पितॄणां तीर्थमुच्यते कनिष्ठमूलतः पश्चात् प्राजापत्यं प्रचक्षते अङ्गुल्यग्रं स्मृतं दैवं तदेवार्षं प्रकीर्तितं मूलेन दैवमार्षं स्यादाग्नेयं मध्यदस्मृतं तदेव सौमिकं तीर्थमेदज्ञात्वा न मुह्यति ब्राह्मणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेद होमयेद्वाधदैवेन न तु पितृयेण वै द्विजाः त्रिप्राश्नी या तपः पूर्वं ब्राह्मणे प्रयतस्ततः समृद्ध्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेद् अङ्गुष्ठानामिकाभ्यां तु स्पृश्येन्नेत्रद्वयं ततः तर्जन्याङ्गुष्ठयोगेन स्पृश्येन्नासापुडद्वयं कनिष्ठाङ्गुष्ठयोगेन श्रवणे समुस्पृशेद् सर्वासामधयोगेन हृदयं तु तनवा स्पृशेद्वै शिरसस्तद्वदङ्गुष्ठेनां सकद्वयम् त्रिप्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुम गङ्गाजयमुना चैव प्रियेदे परिमार्जनाद् संस्पृष्टयोर्लोचनयोः प्रियेदे शशिभास्करौ नासत्यदस्रौ प्रियेदे स्पृश्येन्नासापुडद्वयं कर्णयोस्पृष्टयोस्तद्वत् प्रियेदे चानिलानलौ संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः मूर्ध्नि संस्पर्शनादेकः प्रीतः स पुरुषो भवेद् नोच्छिष्टं कुर्वदे वक्त्रे विप्रुषोऽङ्गे लगन्ति याः दन्तवद्दन्तलग्नेषु जिह्वास्पर्शे चुचिर्भवेद् स्पृशन्ति बिन्दवः पादौ य आचामयदः परान् भूमि पांशु समाज्ञेया न तैरस्पृश्यदा भवेद् मधुपर्के जसोमे च ताम्बूलस्य च भक्षणे फलमूले चेक्षुदण्डेन दोषं प्राह वै मनुः प्रचरं चान्नपानेषु द्रव्यहस्तो भवेन्नरः भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् तैजसं वै समादाय यद्दुच्छिष्टो भवेद्विजः भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् यद्यद्द्रव्यं समादाय भवेदुच्छेषणान्विदः अनिधायैव तद्द्रव्यं भूमौ त्वशुचितामियाद् वस्त्रादिषु विकल्पस्यात्तत्संस्पृश्या च मेदिह अरण्ये निर्जने रात्रौ चौरव्याघ्राकुले पथि कृत्वा मूत्रं पुरीशं वा द्रव्यहस्तो न दुष्यति निधाय दक्षिणे कर्णे ब्रह्म सूत्रमुदङ्मुखः अग्निकुल्याच्चकृन्मूत्रं रात्रौ चेद्दक्षिणामुखः अन्तर्धाय महीं काष्ठैः पत्रैर्लोष्टतृणेन वा प्रावृत्यज शिरःकुल्याद्विण्मूत्रस्य विसर्जनं छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु अग्नौ चैव श्मशाने च विण्मूत्रं न समाचरेद् न गोमयेन काष्ठे वा महावृक्षेध शाद्वले न तिष्ठन्न च निर्वासा न च पर्वतमण्डले न जीर्णदेवायतने वल्मीकेन कदाचन न ससत्त्वेषु गर्तेषु न गच्छन्न समाचरेद तुषाङ्गार कपालेषु राजमार्गे तथैव च न क्षेत्रे न बिले वापि न तीर्थे न च दुष्पथे नोद्यानेपास्समीपे वा नोशरे नागराशये न सोपानत्पादुको वा छत्री वा नान्तरिक्षके न चैवाभिमुखस्त्रीणां गुरुब्राह्मणयोर्गवा न देवदेवालयोरपामपि कदाचन न ज्योतींषि निरीक्षन्वान वा प्रतिमुखोऽथवा प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणीं कुर्यादन्त्रितशौचं विशुद्धैरुद्धृतोदकैः नाहरेन्मृतिकं विप्रपां शूलां न सकर्दमाम् न मार्गान्नोऽक्षराद्देशाच्चौषशिष्टां परस्य च न देवायतनात् कूपाद्धाम्नो न च जलात्तथा उपस्पृश्येत्तदो नित्यं पूर्वोक्तेन विधानतः इति श्रीपद्मे महापुराणे स्वर्गखण्डे कर्मयोगकथने द्विपञ्चाशत्तमोऽध्यायः ॐ